श्रीरामनाथ भगवंस्तव सुप्रभातम् श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् श्रीरामलक्ष्मण हनुमदुपासितेश श्रीसेतुनाथ भगवंस्तव सुप्रभातम् प्राच्य प्रतीच जलधी मिलितौ तरङ्गैः मन्द्रम् मृदङ्ग निनदांस्तनुतस्तवेह मूर्छन् तटाव निरुहामिघ शाखितासु तानौ समर्पयति मारुतवांशिकोऽयम् गायन्त्यमे द्विजगणा श्रुतिरम्यमुच्चने च स्वरेण समुपाश्रितनैकशाखाः त्वत्सौखशायनिक सप्तऋषिव्रजायम् अभ्येति नन्दिमुख पार्षद दत्त मार्गः भीषातवायमरुणो अर्करथम् युनक्ति तन्मुञ्चतम् तव दृगन्तरलीनमर्कम् पूर्वम् प्रबुद्ध गिरिजातव पादपद्मे संयोज्य नैजकर पद्ममुपस्थितेयम् तद्भूतभिक्षय विभो शयनम् विमुञ्च बुद्ध्य स्वबुद्धकमुपस्पृश नित्यशुद्ध देवी कपोलतल दर्पणमेव पश्य पश्यानताग्रसुतरूपमिमम् गजेन्द्रम् वाभो वृषः किमथ वेदृशमङ्गलैस्ते नित्यम् यदङ्कनिलयाखिलमङ्गलाम्ब श्रीरामनाथ भुवनवन जागरूक निद्राच्छलेन तदलम् दिश दर्शनम् नः बुद्ध्यस्वदेव नयनोन्निशितेन तेव्य सर्वे सुरा निजकृति प्रसृता भवन्तु धर्म्य प्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् रामासहस्रशयिमे भव वार्धिसेतुम् तिष्ठन्ति बन्धुमिहते तरुणे क्षणोत्पाः गृह्णीष्व यात्रिकशता हृतगाङ्गतीर्थम् क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्थ गङ्गाम् पुरा त्वमदधाननु सत्यमद्य गङ्गाजलैः प्रतिदिनोपहृतैर्नयेतैः गङ्गाधरस्त्वमिति भक्तजना गृह्णन्ति श्रीरामनाथ तव पावन सुप्रभातम् रत्नाकरेण च मवोदधिना च तीर्थम् सम्मेल्य पावनतमम् परिगृह्यते य पाद्याय पाशभृदसौ समुपस्थितोऽत्र श्रीरामनाथ भवते शुभ सुप्रभातम् अस्वप्लवन्त गिरय कथमत्र नूनम् त्वद्वैभवेन हि गिरीश धृतः स सेतुः क्षिप्तम् जले तव धनुर्विबभारशैलान् श्रीरामनाथ भवते अद्भुत सुप्रभातम् श्रीरामनाथ भवते अद्भुत सुप्रभातम् त्वांसैकता कृतिमकल्पयदत्र सीता तच्चालने स हनुमानपि नैव शक्तः तत्तत्प्रपत्यनुगुणम् कुरु लाघवं ते श्रीरामनाथ महितम् तव सुप्रभातम् काश्यामरुत्सुत समाहृत विश्वलिङ्ग दत्ताग्र पूजन समर्पण विश्वनाथ देवी सनाथ भववारिधि सेतुनाथ श्रीरामनाथ भगवंस्तव सुप्रभातम् स्वं स्वं महत्त्वमधिकृत्य मिथो विवादे विष्णोर्विधेश्च तदमृग्य शिरोऽङ्घ्रिलिङ्गम् यत्तैजसम् तव बभू स विभीषणोऽत्र तस्थापकः रघुपतीडित सुप्रभातम् श्रीगन्धमादन गिरौ द्रुहिणौ नियोज्य यज्ञेषु तद्विमल नाम भृतम् च कुन्दम् भस्मापि तद्भवमदाः प्रबलम् अलग्धम् श्रीरामलिङ्ग भगवन्तव सुप्रभातम् अन्धाय वृद्धमुनये भवता प्रदत्तम् यद्गन्धमादन गिराविह सर्वतीर्थम् तस्याये दिशसि यौवनमक्षिताक्षम् रामेश्वरातिमहिमम् तव सुप्रभातम् देव्यः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वर्ण्यः यस्मिन् समक्षमिहते सतताक्षिपातः सीतापतीडित तवोज्ज्वल सुप्रभातम् रामो विभीषण कृतेऽनुपरोधमिच्छन् सेतोर्मुखम् यदभिनन्निज चापकोट्या तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् चापश्चतुर्दश सहस्र पलाशहायः पौलस्त्यः तदपदान परम्परायः कोटिः तव स्नपन तीर्थमखानि कोट्या रामेण राघव कृताचन सुप्रभातम् सन्त्वाञ्जनेय कपिराजनयाः परेय या रामघस जन स्वजनो ममेति ते वानरास्व कपितीर्थ कृति प्रकृष्टाः तान् पश्य ते रघुपतीश्वर सुप्रभातम् प्राक् प्रत्यगत्र हिनवाश्मकदर्भकल्पमध्ये श्रुतम् स्थलमुशन्ति हि सेतुतीर्थम् सर्वम् त्वदीयमहिमाङ्किततीर्थपूर्णम् श्रीराम पूजित विभो तव सुप्रभातम् श्रीराम पूजित विभो तव सुप्रभातम् नश्यन्ति पञ्च दुरितानि महाति बाधौ पापान्तराणि च तथा लयहीनलिङ्ग अग्रे तवाभिषवणात् तव दर्शनेन श्रीरामनाथ तव पावन सुप्रभातम् तीर्थानि सन्ति कतिवान तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिहते स्मृतिमामनन्ति त्वद्भावतीर्थमनुगृह्य पुनीहितम् नः श्रीरामनाथ तव पावन सुप्रभातम् सर्वम् जलम् यदि गतम् न भवेद्धि तीर्थम् तीर्थम् त्वदन्वय गुणात् तव भक्तसङ्गात् तीर्थाप्लवे फलमपि त्वदधीनमेव ते रामनाथ वृषनाथ शुभप्रभातम् त्वाम् राघवो भजदिहेप्सित सेतुहेतोः अस्वप्लवन्त गिरयोऽस्य तव प्रसादात् आकाशाम् जपन्नसि मुमूर्षुजनश्शवः तद्याम नाम कियती शरतिर्मिथो अद्वैतमेव भवतोरथवा यदुक्तम् नन्दी किमेष भगवा इति वायुसूनौ रामे च रुद्रैव मे अस्त्रबलम् तदेतत् स्यात्रम्बकस्य मम वेत्युपमामिषेन पित्रादिवाक्यपरिपालन दुष्टशिक्षा शिष्टानुपालन कृतो हृतधर्ममूर्तेः स्वस्थापनाचन कृतो रघुनायकस्य श्रीरामनाथ तव वामिघ सुप्रभातम् श्रीरामनाथ सुषमाम् तव सुप्रभाते द्रष्टुम् प्रफुल्लनयन कमले क्षणोऽसौ ब्रह्मा चतुर्वदनता बहुमन्यते स्वाम् सर्वे सहस्रनयनम् प्रति साध्यसूयाः श्रीसेतुमाधव मुखा विबुधास्तथा अष्टलक्ष्म्यश्च सेतुपति पाण्यनिपादि मुख्याः भक्तादिगन्तत इमे मिलिता समस्ताः श्रीरामनाथ परमम् तव सुप्रभातम् श्रीरामनाथ परमम् तव सुप्रभातम् अर्धे जपेन मननेन च विप्रवल्याः भर्गात्मकम् सवितृबध्य विदीप्यमानम् त्वामेव साङ्ख्यविधिना समुपासतेऽद्य श्रीरामनाथ तव दीव्यति सुप्रभातम् सन्तानकाङ्क्षिण इमे समुपस्थितास्त्वाम् तेभ्यो दिशाभिलषितानि भवन्तु पुत्राः स्वस्थापकेन पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणम् तव सुप्रभातम् यच्छारदीय नवरात्र महाचनाद्ये रामोदशास्य विजयम् विदधे दशम्या सा शक्तिरीश तव पर्वत वर्धनीयम् श्रीरामनाथ इमयोरपि सुप्रभातम् ते मायया हि परिवेष्टित एष शेते विद्यामयेन विभवेन तवैव बुद्धः ते पर्वतेन्द्रकुलवर्धनि मातरस्तु ते रामनाथ युवयोरपि सुप्रभातम् आवारिधे शरणमाच दशाननान्तम् अत्यद्भुतम् सुबहुसाधिरवाण्ययोषः दुर्जोंशभृत्तव कपीन्द्र इहास्ति गायम् श्रीरामनाथ तव मङ्गलसुप्रभातम् सम्बन्धमूर्तिरिह वाक्पतिरेष मातृभूतात्र शोणगिरिनाथ इहोपयाताः तेषाम् शृणुष्व मधुरद्रविडस्तुतिस्ते श्रीरामनाथ सुभगम् तव सुप्रभातम् श्रीरामनाथ सुभगम् तव सुप्रभातम् गीते च मन्त्रनिगमे च पटुः समुद्दुस्वामी महीन्द्र इव पन्तु वराणि रागे त्वत्कीर्तनम् वितनुते शृणुजाग्रिवास्त्वम् श्रीरामनाथ तव सुन्दर सुप्रभातम् अध्यग्नितीर्थतटमादिमशङ्कर श्रीधाम्नस्तदन्वयसमुज्ज्वलदीपयेषः श्रीचन्द्रशेखर यदि स्वरनन्यस्ते श्रीचंद्रशेखर यदि स्वदनन्यस्ते श्रीरामनाथ युवयोरपि सुप्रभातम् सत्कामकोटिवरपीठ गुरुप्रसाद चैत्रोत्कलीकलित राघव कोकिलोयम् उत्पूजतीह तव कोमल सुप्रभातम् श्रीमातृभूत समुदञ्चय दृग्विलासान् कैलासतस्ततयितो रघुनाथ सेतोः भूर्भारतीयमखिलापित वैवगेहम् तद्रक्ष राष्ट्रमिलमाहित सर्वयोधक्षेमम् सदा विजयताम् शिवमस्तु सर्वम् योगक्षेमम् सदा विजयताम् शिवमस्तु सर्वम् शिवमस्तु सर्वम् सुप्रभातजनिताभ्युदयाः समस्ता लोका भवन्तु सुखिनो विरुजः सुभिक्षाः हिंसाम् विहाय विविधा धृतमैत्रभावाः श्रीरामनाथ कृपया दिश विश्वशान्तिम् श्रीरामनाथ कृपया दिश विश्वशान्तिम् दिश विश्वशान्तिम् रामनाथम् भजेऽहम् रामचन्द्र पूजितम् गन्धमादनवर् மலதரம் ஹஸ்தாமரகரம் யவரம் ஹாடகமய ஜலதரம் ஹத்யாதி பாபகரம் அம்ச சோகாகாரம் ராமநாதம் பஜே கம்ம